गतवर्गे एकः प्रश्नः आगच्छत्, तस्य समाधानं प्रथमं कुर्मः. प्रश्नः विजीमहोदयाः प्रश्नः आसीत्. तत्र प्रश्नः कश्चन भिन्नः अस्ति, परन्तु अद्य एव तस्य समाधानं कुर्मः. तत्र त्रिनवतिः इति पदमस्ति, त्रिनवतिः. तत्र महोदया प्रश्नः अस्ति यत् नकारस्य सम्यक् न श्रूयते महोदय, न्यूनमेव. नकारस्य णत्वं किमर्थं न भवति इति विजिमहोदयायाः प्रश्नः आसीत्. तत्र रषाभ्यां नोणः समानपदे इति सूत्रेण रेफः अस्ति, तस्य साक्षात् अनन्तरं तत्र नकारः अस्ति, तर्हि नकारस्य स्थाने णकारः किमर्थं न भवति? तर्हि तस्य समाधानम् अस्ति यत् त्रिनवतिः इति समानपदं नास्ति. तर्हि समानपदम् इत्युक्ते यस्य खण्डनं न भवितुं शक्नोति, यस्य खण्डनं न भवितुं शक्नोति. समस्तपदं यः पदं यत् अस्ति तस्य खण्डनं भवितुं शक्नोति. अतः समस्तपदं समानपदे न परिगण्यते, समस्तपदं समानपदे न परिगण्यते. अपि च समस्तपदे ये भिन्नभिन्नपदानि, समस्तपदे यानि यानि भिन्नपदानि सन्ति ते समस्तपदे अपि पदानि एव सन्ति. यथा रामश्च लक्ष्मणः च रामलक्ष्मणौ इति भवति खलु, अत्र राम यत् अस्ति तदपि एकपदम् एव अस्ति. समस्तपदे अपि तस्य रामस्य पदत्वं न अपगच्छति, पदत्वं भवति. अतः रामलक्ष्मणौ इति समस्तपदे राम अपि एकं पदम् अस्ति, लक्ष्मण अपि एकं पदम् अस्ति, रामलक्ष्मणौ अपि एकं पदम् अस्ति. अतः यतः समस्तपदे प्रत्येकखण्डनस्य पदत्वं भवति एव, अतः तत् समानपदं न भवति. समानपदं न भवति अतः रषाभ्यां नोणः समानपदे इति सूत्रस्य कार्यं न भवति. समस्तपदानां कृते कुत्र कुत्र णत्वं भवति, कुत्र कुत्र णत्वं न भवति, तस्य कृते भिन्नसूत्राणि सन्ति. परन्तु अतः तत्र त्रिनवतिः मध्ये नकारस्य णत्वं न भवति, यतोहि रषाभ्यां नोणः समानपदे इति सूत्रं तत्र प्रसक्तिः एव नास्ति, यतोहि तत् समानपदं नास्ति. समस्तपदं समानपदं न भवति, यतोहि तस्य खण्डनं भवितुम् अर्हति इति वार्ता अस्ति. विजिमहोदय अवगच्छति वा? अवगच्छति महोदय. तु त्रिभुवनम् अत्र अत्र त्रयाणां भुवनानाम् इति वक्तुं शक्नोति किल, अत्र अपि नकारं न श्रूयते किल, त्रिभुवनं. त्रिभुवनं मध्ये अपि नकारः नास्ति, तत्र यत् तत्र अपि समानपदं नास्ति खलु. त्रिभुवनम् इति समस्तपदम् अस्ति, समस्तपदम् इति समानपदं न भवति. अस्तु महोदय, धन्यवादः. धन्यवादः महोदय. अग्रे गच्छामः. तत्र गतरविवासरे अस्माकं स्थाने अन्तरतमः इति सूत्रस्य विषये चर्चा जाता. तत्र स्थाने अन्तरतमः, अन्तरतमः इत्युक्ते सदृशतमः, यत् सर्वोत्तम, यत् सर्वसमानम् अस्ति तस्य ग्रहणं भवति. तर्हि इति स्थाने अन्तरतमः परिभाषासूत्रमस्ति. यदा स्थानिनः स्थाने आदेशः भवति, तत्र यदि स्थानिनः साक्षात् लिखितं नास्ति तर्हि कस्य स्थाने भवति इति अस्ति चेत् तत्र प्रथमं तु स्थानसामान्यम् इति द्रष्टव्यम्. यस्य स्थानसामान्यं सर्वाधिकम् अस्ति, नाम अन्तरतमः अस्ति, तस्य आदेशः भवति. यदि स्थान आधारेण यदि वयं ज्ञातुं न शक्नुमः यत् कस्य आदेशः भवति, स्थानिनः किं भवति, तर्हि तत्र गुणं दृष्ट्वा, प्रमाणं दृष्ट्वा अथवा अर्थं दृष्ट्वा निर्णेतव्यं. तर्हि तत्र उदाहरणमस्ति खलु, तत्र किमस्ति उदाहरणम् अनुस्वारस्य यै परसवर्णः तत्र लिखितम् अस्ति यत् अनुस्वारस्य स्थाने परवर्णस्य सवर्णवर्णः आगच्छति तर्हि सवर्णवर्ण इत्युक्ते समानवर्ण तर्हि परवर्णस्य समानं वर्ण तर्हि अनुस्वारस्य समानं वर्ण किं तर्हि तत्र स्थान आधारेण वयं ज्ञातुं शक्नुमः अनुस्वारस्य स्थानम् अस्ति नासिका तर्हि यत् परवर्णः अस्ति परवर्णेषु यत् यस्य नासिका नासिकातः यस्य उच्चारणं भवति तत् तस्य आदेशः भवति उदाहरणमस्ति अत्र रञ्ज इति अस्ति खलु तत्र अनुस्वारानन्तरं जकारः भवति जकारः जकारः इति चवर्गीयवर्णः अस्ति अतः तस्य स्थानमस्ति तालु अतः तत्र तालु अस्ति परन्तु वयं जानीमः यत् चञ् अस्ति ञ पञ्चमवर्णः तस्य स्थानमस्ति तालु अपि च नासिका अतः अनुस्वारस्य स्थाने जकारसमान तादृशवर्णः आगच्छति यत् यस्य स्थानं नासिका अस्ति इदानीं चञ् ञ यत् अस्ति तत् तत् जकारसदृशम् अपि अस्ति यतोहि तस्य उच्चारणस्थान तालु अपि अस्ति तत् नकारसदृशम् अपि अस्ति यतोहि तस्य उच्चारणस्थानं तत्र नासिका अपि भवति अतः पञ्चमवर्णस्य आदेशः भवति इति वार्ता अस्ति स्थानेन वयं ज्ञातुं शक्नुमः अस्तु तदनन्तरम् अग्रे इदानीं प्रश्नः उदेति यत् स्थानसामान्यं यदि वयं द्रष्टुं न शक्नुमः तर्हि कथं जानीमः केन आधारेण सादृश्यं भवति इति अस्ति चेत् अतः अग्रे अस्ति गुणं प्रथमः अस्ति गुणम् अतः गुणम् इति वयम् अग्रे पठामः मीनामहोदय अस्ति खलु गुणः इति पठतु सर्वत्र स्थानं गुणः इत्युक्ते ध्वनिः व्याकरणदृष्ट्या तस्य प्रकाशे भवति प्रयत्नेन तत्र द्वैविध्यम् अस्ति आभ्यन्तरप्रयत्नः बाह्यप्रयत्नः च कुत्रचित् आदेशस्य निर्धारणं न स्थानेन सम्भवति न वा अर्थेन तत्र कुत्रचित् प्रयत्नः निर्णायकः यथा चजोकु धिन्यतोः चकारस्य जकारस्य च स्थाने कवर्गादेशो भवति घिति न्यति च पच् योगः गञ्ज् चजोकु गिन्यशोः इति सूत्रेण पाकः इति भवति किमर्थं दीर्घः अत्र त्यज् योगः चजोः कुज्ञः त्यागः अत्र चकारः तालव्यः वर्णः जकारः अपि तथा कवर्गस्य वर्णाः सर्वे कण्ठ्याः अतः स्थानस्य आधारेण निर्णयः न शक्यः तदर्थं गुणः नाम प्रयत्नः द्रष्टव्यः चकारस्य प्रयत्नः विवारः श्वासः अघोषः अल्पप्राणः कवर्गस्य पञ्चसु सदस्येषु ककारः एव तथा अतः चकारस्य स्थाने ककारादेशो आदेशः भवति जकारस्य स्थाने जकारस्य प्रयत्नः संवारः नादः घोषः अल्पप्राणः कवर्गस्य पञ्चसु सदस्येषु गकारः एव तदा अतः जकारस्य स्थाने गकारादेशो भवति अस्तु वदामि अत्र अत्र वर्णः अस्ति वर्णस्य उच्चारणं भवति तर्हि वर्ण उच्चारण इति विषये महान् अभ्यासः अस्ति तत्र बहु दीर्घविषयः अस्ति तत्र वर्णस्य उच्चारणं मुखात् कुतः भवति, कथं भवति इति एक तत्र स्वस्य रूपे एव तत् एक सः एक महान् विषयः अस्ति. तर्हि अत्र तस्य विषयस्य अत्र अधुना चर्चा नास्ति, परन्तु तत् विषयस्य आधारेण प्रयत्नं भवति. तर्हि एकमस्ति वर्णस्य स्थानं, यतोहि यत् वर्णः मुखस्य कस्मात् स्थानात् आगच्छति. तर्हि तत् वयम् अस्माभिः गतरविवासरे दृष्टम्. उदाहरणम् अस्ति ककारस्य स्थानम् अस्ति कण्ठः, यतोहि कण्ठात् ध्वनिः आगच्छति, तत्र यत् जिह्वा अस्ति तस्य कण्ठ जिह्वा अस्ति तस्य स्पर्शः कण्ठे भवति. परन्तु यत् टकारः अस्ति ट, तत्र यत् जिह्वा अस्ति तस्य स्पर्शं भवति मूर्धां भवति स्पर्शम्, अतः तस्य स्थानम् अस्ति मूर्धा. यत् पकारः अस्ति पकारमध्ये ओष्ठ तत्र जिह्वाया ओष्ठस्पर्शः भवति, अतः तस्य स्थानं भवति ओष्ठः. परन्तु स्थानात् स्थानमतिरिक्त अपि भेदः भवितुं शक्नोति. उदाहरणम् अस्ति खलु, यथा क ख अस्ति क ख, इदानीं ककारः अपि तत्र कण्ठ्यवर्णः अस्ति, खकारः अपि कण्ठ्यवर्णः अस्ति, परन्तु ककारखकारमध्ये उच्चारणभेदः अस्ति खलु. ककारः अस्ति क, खकारः अस्ति ख, तत्र ख मध्ये अधिकप्रयत्नस्य आवश्यकता भवति, यतोहि तत्र अल्पप्राण महाप्राण इति भेदः भवति. यतोहि तत्र उच्चारणस्थानकण्ठ एव अस्ति, परन्तु तत्र प्रयत्नभेदः भवति. ख इति खकार, क इति अल्पप्राण, तथैव गकार, ग घ ग घ, गकार अपि अल्पप्राण, घकार इति महाप्राण, यतोहि तत्र प्राण इत्युक्ते श्वास, अधिकश्वासस्य आवश्यकता अस्ति खलु. घ घ प्रयत्न अधिक अस्ति, अतः तत्र प्रयत्नभेदः अस्ति. अतः तत्र यत्र स्थानेन वयं ज्ञातुं न शक्नुमः यत् कस्य समानता अस्ति, तत्र प्रयत्न तत्र तदनन्तरं प्रयत्न इति समानता कथं भवति इति द्रष्टव्यम्. अत्र उदाहरणम् अस्ति एकं, चजोः कु घिण्यतोः. अत्र सूत्रविषये अस्माकं चर्चा नास्ति, सूत्र केवलम् उदाहरणम् अस्ति. तत्र सूत्रं किं वदति, चकारस्य जकारस्य स्थाने कु इत्युक्ते कवर्गादेशः भवति, घित् ण्यत् च. घित् इत्युक्ते यत्र घकारस्य इति संज्ञा भवति, तर्हि अत्र पच् योगः घञ् अस्ति. अत्र प्रक्रिया अस्माकम् अत्र अधुना विषयः नास्ति, तत्र दीर्घत्वं कथं भवति इति सर्वम् अस्माकं विषयः नास्ति. परन्तु घञ् एकः प्रत्ययः अस्ति, यतः पच् घञ् तत्र पाक भवति, त्यज् घञ् इत्युक्ते त्याग भवति इति अस्ति, सुबन्तपदस्य निर्माणं भवति. तत्र घञ् मध्ये घित् अस्ति, ककारस्य इति संज्ञा भवति लशक्व तद्धिते इति सूत्रात्, घञ् इति घित् अस्ति तत्र. अतः चचोः कु घिण्यतोः इति सूत्रेण चकारस्य स्थाने कवर्गादेशः भवति, जकारस्य स्थाने अपि कवर्गादेशः भवति. इदानीं कवर्गमध्ये क ख ग घ ङ अस्ति, अतः वयं ज्ञातुं न शक्नुमः यत् क ख ग घ ङ इति तत्र कस्य वर्णस्य तत्र आदेशः भवति. अत्र स्थानसामान्यमपि नास्ति, यतोहि चकारः तु तालु, कवर्गीय सर्वे वर्णाः तु कण्ठ्याः, अतः स्थानसामान्यमपि नास्ति. तर्हि कवर्गमध्ये यस्य वर्णस्य प्रयत्नं चकारसमानम् अस्ति तस्य ग्रहणं भवति चकारसमानं. तर्हि इदानीं पश्यतु, अत्र पीडीएफ अस्ति अत्र आन्लैन् यत् करपत्रम् अस्ति जालपुटे, तत्र तत्तु नास्ति, परन्तु यत् पीडीएफ अस्ति एकवारं सर्वे अत्र जालपुटस्य यत् करपत्रम् अस्ति तस्य पीडीएफ उद्घाटयतु. पीडीएफ अत्र अधोभागे पीडीएफ तस्य लिंक अस्ति, यत्र करपत्रं समापयति जालपुटे तत्र पीडीएफ इति लिंक अस्ति, तत् पीडीएफ उद्घाटयतु. तत् पी डि एफ् मध्ये नवमः पृष्ठः यत्र अस्ति तत्र गच्छतु सर्वे गच्छन्तु सर्वे प्राप्नुवन्ति वा पी डि एफ् अधोभागे तत्र किमपि चित्रम् अस्ति तत् चित्रं तत्र लुप्तम् अस्ति अतः पी डि एफ् उद्घाटयतु पी डि एफ् अधोभागे भगिनी पी डि एफ् वरपत्र यत्र समाप्यति तत्र अधोभागे पी डि एफ् इति हैपर् लिङ्क् अस्ति तत् पी डि एफ् मध्ये तत् एतत् कोष्टकमस्ति न महोदय कन् भगिनी अधोभागं गच्छतु पत्रस्य अधोभागं पेज् अस्ति खलु तस्य अधोभागे अस्ति अत्र पेज् अस्ति खलु तत्र लिखितमस्ति स्वरूप भाई एप्रिल् 10 2019 करपत्रस्य अधोभागे गच्छतु यत्र करपत्रं समापयति जालपुटे तत्र स्वरूप भाई एप्रिल् 10 लिखितमस्ति खलु स्वरूप यत्र दिवादिगण डाट् पी डि एफ् अस्ति तत् तत् उद्घाटयतु तत्र नवमः पृष्ठः नवमं पृष्ठं तत्र गच्छतु सर्वे प्राप्तं प्राप्तं महोदय नवमपृष्ठे एकं अस्ति तत्र कोष्टकमस्ति टेबल् अस्ति जालपुटे आन्लैन् गच्छतु दिवादिगणस्य यत् पाठः अस्ति तत्र तत्र स्क्रोल् डौन् टु द बाटम् आन्लैन् आं महोदय पृष्ठसङ्ख्या किं एकनिमिष स्वरूपं प्राप्नोति वा पी डि एफ् आम् महोदय धन्यवादः तत्र पी डि एफ् मध्ये 9th पेज् नवमः पृष्ठः धन्यवादः तत्र नवमपृष्ठ एक पृष्ठे एकं कोष्टकम् अस्ति सर्वे प्राप्नुवन्ति वा तस्मिन् कोष्टके प्रत्येकवर्णस्य प्रयत्नः यत् अस्ति तस्य विषये लिखितमस्ति तत्र पश्यतु अत्र क च ट थ ख ख ख ख ग ग ग त लिखितमस्ति खलु तत्र प्रत्येक वर्णस्य एकम् आभ्यन्तरप्रयत्नः अस्ति एकं बाह्यप्रयत्नः अस्ति आभ्यन्तरप्रयत्न इत्युक्ते यत् आभ्यन्तर इत्युक्ते इन्सैड् तस्य इन्सैड् किं प्रयत्नं भवति तत्र क ख ग घ म मध्ये इति स्पर्शः वर्णाः सन्ति स्पर्शवर्ण इत्यपि तत्र स्पर्शं भवति खलु जिह्वायाः स्पर्शं भवति मुखस्य कस्मिन्नपि भागम् तर्हि ककारे तस्य स्पर्शं भवति कण्ठ तत्र दकारे इति कण्ठ इति भवति तत्र चकारः तस्य स्पर्शं तालु भवति टकारः तत्र स्पर्शं मूर्धा भवति अतः ये वर्गीयव्यञ्जनानि सन्ति ते स्पर्शाः सन्ति तत्र यतोहि तस्य स्पर्शं भवति जिह्वाया परन्तु तेषां बाह्यप्रयत्नः अपि अस्ति बाह्यप्रयत्ने इत्युक्ते यत् मुखात् बाह्य अस्ति अत्र उदाहरणमस्ति अल्पप्राण महाप्राण इति सर्वसामान्य उदाहरणम् अस्ति अल्पप्राण इति न्यूनप्रयत्नमस्ति महाप्राण इति अधिकं प्रयत्नम् अस्ति तर्हि अत्र पश्यतु विशिष्टं किम् अस्ति अत्र स्थानसामान्यं यत् अस्ति तत् वर्गसमानम् अस्ति क ख ग घ ग परन्तु यत् प्रयत्नसमानता अस्ति तत् वर्टिकलि भवति क च ट त प ख छ ठ थ फ ग ज ड द ब इति अस्ति तर्हि व्यञ्जनानां मध्ये व्यञ्जनेषु न केवलं हरिजाण्टलि समानता अस्ति वर्गीयसमानता यत्र स्थानसमानता अस्ति परन्तु वर्टिकलि अपि व्यञ्जनानि तत्र समानानि भवन्ति तत्र प्रयत्नरूपे प्रयत्न आधारेण यतोहि पश्यतु क च ट थ प यत् अस्ति ते अल्पप्राण अस्ति विवार श्वास अघोष अत्र तत्र दीर्घ अभ्यासस्य आवश्यकता नास्ति अत्र बहु गूढविषयः अस्ति दीपविषयः अस्ति परन्तु पश्यतु तत्र ख छ ठ थ फ तयोः महाप्राण अस्ति ग ज ड द ब अत्र अल्पप्राण अस्ति तदनन्तरम् अग्रे पश्यतु य व र ल ते सर्वे अन्तस्थः इति प्रायः सर्वे जानन्ति अन्तस्थवर्णाः सन्ति तत्रापि अल्पप्राणसंवारनादघोष इति अस्ति श श स इति ऊष्मवर्णः अस्ति खलु यतोहि तेषाम् उच्चारणे उष्मता भवति उष्मता इत्युक्ते अत्र हीट् भवति खलु श श स अत्र उष्मता भवति अतः तत्र ऊष्मवर्णाः सन्ति तदनन्तरं वयं जानीमः यत् स्वराः अपि अत्र सन्ति तत्र उदात्त अनुदात्त स्वरित इति भिन्नप्रयत्नम् अस्ति तर्हि अत्र अ आ इ अत्र क्षतम् अ अष्टादश अकाराः सन्ति खलु तत्र सर्वेषां स्थानं तु कण्ठ एव अस्ति परन्तु कण्ठ अपि अस्ति तत्रापि प्रयत्ने भिन्नता भवति केचन स्वराः उदात्ताः सन्ति केचन स्वराः अनुदात्ताः सन्ति केचन स्वराः स्वरिताः सन्ति अतः एक अस्ति स्थानसमानता एक अस्ति प्रयत्नसमानता यत्र स्थानसमानता न भवति तत्र प्रयत्नसमानता भवति अस्तु इदानीं प्रश्नः अस्ति चकारस्य कवर्गवर्णः समानं कः अस्ति समानकः अस्ति स्थानसमानता तु नास्ति यतोहि चकारः तालु अस्ति कवर्ग तु कण्ठे अस्ति अतः प्रयत्नसमान तर्हि अत्र पश्यतु यत्र कोष्ठकमस्ति तत्र चकारः कीदृशः वर्णः अस्ति चकारः अस्ति अल्पप्राण विवार श्वास अघोष तर्हि कवर्गमध्ये कः वर्णः अस्ति यत् अल्पप्राणः अपि अस्ति विवार अपि अस्ति श्वास अपि अस्ति अघोष अपि अस्ति सः वर्णः अस्ति ककारः अतः चकारस्य स्थाने ककारः आगच्छति तथैव जकारः जकारः कीदृशः वर्णः अस्ति अल्पप्राणसंवारनादघोष अतः जकारसमान सदृशं जकारसदृशं कवर्गे कः वर्णः अस्ति तदस्ति गकारः अतः जकारस्य स्थाने गकारः भवति तर्हि अत्र प्रायः सन्धिविषये अपि सूत्राणि सन्ति यत् चोः कुः तत् अस्ति यत् चवर्गस्थाने कवर्गं भवति यतोहि केचन सूत्राणि सन्ति हलसन्धिविषये तत्र लिखितमस्ति यत् चवर्गस्य स्थाने कवर्गं भवति परन्तु चवर्गस्य स्थाने कवर्गम् इति अस्ति तर्हि कस्य वर्णस्य स्थाने किं वर्णः भवति तत्र साक्षात् रूपेण न लिखति अहं चवर्गस्य स्थाने गकारः लिखितुं शक्नोमि वा छकारस्य स्थाने अहं ककारः लिखितुं शक्नोति वा इति नास्ति तर्हि तत्र प्रयत्नरूपेण यत् समानमस्ति तस्य ग्रहणं भवति अतः चकारस्य स्थाने ककारः छकारस्य स्थाने खकार गकारस्य स्थाने जकारस्य स्थाने गकार झकारस्य स्थाने घकार इति भवति यतोहि तेषां प्रयत्नं समानमस्ति इति वार्ता अस्ति अत्र अन्यवर्णः अपि अस्ति किल सन्ति किल महोदय टवर्ण कुत्र सन्ति अत्र क च ट त इति किमर्थं ख च स्थाने ख किमर्थं ट नास्ति ख इति महाप्राणः अस्ति खलु इति अल्पप्राणे च स्थाने क आगच्छति किल पाच पाच पाक इति अन्य ट इति अपि अस्ति किल किमर्थं क इति आगच्छति न सूत्रे लिखितमस्ति खलु कवर्गीयवर्ण आगच्छति अस्ति खलु चकार जकारस्य स्थाने कवर्गीयवर्णः आगच्छति इति तु सूत्रं साक्षात् लिखति परन्तु सूत्रं साक्षात् इदं न लिखति यत् कवर्गमध्ये कस्य वर्णस्य आदेशः भवति तस्य कृते स्थाने अन्तर्तमः इति परिभाषासूत्रम् आगत्य वदति यत् प्रयत्न आधारेण निर्णयतु तत् कवर्गीयमध्ये चकार इव एकः वर्णः एव अस्ति, ककारः, अथवा चवर्गस्य चकारस्य स्थाने ककारः, तथैव जकारस्य स्थाने गकारः. अत्र यथासङ्ख्यम् अनुदेशसमानं कार्यं न करोति किम्? न न, अत्र यथासङ्ख्यं नास्ति, अत्र प्रयत्नसामान्यमस्ति. तत्संख्या खलु, संख्या कुत्र अस्ति महोदय? इको यणचि, इको यणचि मध्ये ईकः ई ऊर् यण् यवर, तत्र संख्या अस्ति खलु ई स्थाने. यथा आङ्ग्लभाषायां रिस्पेक्टिव्लि इति अस्ति खलु, आम् अत्रापि रिस्पेक्टिव्लि एव अस्ति. एकस्य स्थाने पञ्च भवति खलु, एकस्य स्थाने भवती कथं जानाति चकारस्य स्थाने? भवती कथं जानाति यत् चवर्ग तत्र रिस्पेक्टिव्लि कवर्ग इति किम् अस्ति? अत्र किमपि रिस्पेक्टिव् तत्र रिस्पेक्टिव्लि यत् अस्ति तत् तस्य आधारं वस्तुतः प्रयत्नम् अस्ति. तत्र संख्यादृष्ट्या किमपि नास्ति खलु, यथा संख्यं संख्या नास्ति तत्र, इत्युक्ते चवर्ग नास्ति, चू नास्ति खलु महोदय अत्र? इदानीं चकारस्य स्थाने ककार आदेशः भवति, छकारस्य स्थाने खकारः, जकारस्य स्थाने गकार, ञकारस्य झकारस्य स्थाने घकारः, रेस्पेक्टिव्लि एव आदेशः भवति खलु. परन्तु तत् प्रथमं तु तत् यथासङ्ख्यं यत् अस्ति सूत्रविषये, यदा वयं सूत्रविषये यदा वयं वदामः तत्र सूत्रे यथासङ्ख्यं कथं लिखितमस्ति तदस्ति. इको यणचि मध्ये इक् अस्ति, यण् अस्ति, तर्हि इक् तस्य यत् इक् मध्ये प्रथमवर्णः किमस्ति? इकारः. अतः तस्य स्थाने यण् इति प्रत्याहारे यत् प्रथमः अस्ति तत् आगच्छति य. तदनन्तरं द्वितीय अस्ति उ, अतः यण् मध्ये द्वितीय अस्ति व. अतः तादृशं यथासङ्ख्यं सूत्रस्य तत्र प्रेभाषासूत्रस्य महत्त्वमस्ति. चवर्गकवर्गमध्ये यत् संख्या भवितुम् अस्ति तत् किमपि सूत्रे संख्या नास्ति, तत्तु प्रयत्न आधारेण एव अस्ति. अपि च यत् वयं भवती यत् संख्या वदति तस्य आधारम् इति प्रयत्नमेव अस्ति खलु? न न, परन्तु तत्र क ख ग घ ग च छ झ झ ञ, तत्र यत् भव वर्णमाला लिखिता अस्ति तत्तु एकरीति अस्ति. अहं क ख ग घ ग इति न उक्त्वा अहं ख ख ग ग ङ इति अपि वर्णमाला लिखितुं शक्नोमि. तत्र कन्वेन्शन् अस्ति क ख ग घ ङ, तत्र ऐ केन् चेञ्ज् दि आर्डर्. तत्र अस्ति चेत् यथासङ्ख्यं कथं न भवति खलु तत्र? अतः तत्र यत् अत्र वर्णमाला मध्ये यत् आर्डर् अस्ति, क्रमः अस्ति, तस्य आधारम् अस्ति वस्तुतः तस्य स्थानं, तदनन्तरं तस्य प्रयत्नम्. अतः क ख घ घ ङ च छ झ झ ञ इति अस्ति. अतः अत्र यथासङ्ख्यम् इति न, अपि तु स्थाने अन्तर्तमः इति. यथासङ्ख्यम् इत्युक्ते स्थान अपि समानमेव भवेत्, अपि च आदेशः अपि समानः भवति. अत्र चकार अपि जकारस्य स्थाने एव भवति, न तु चूवर्गस्य अथवा चवर्गस्य. परन्तु अत्र कोऽपि वक्तुं शक्नोति खलु यत् चकारः चवर्गस्य तृतीयवर्णः अस्ति, अतः कवर्गस्य अपि तृतीयवर्णः इति गृह्णातु इति प्रायः इति प्रश्नः अस्ति महोदय. स्थाने अन्तरतम इति स्थान अपि आदेशः समान, तत्र वन् वन् टु वन् शुड् बि देर् नो, बिकास् ईको एन् एन् अति तत्र वदामि. सत्यमस्ति, अहं वदामि यत् कोऽपि कथयितुं शक्नोति, यथा सुमन् महोदयं महोदय कथयति जकारः चवर्गस्य तृतीयवर्णः अस्ति, अतः यथासाङ्ख्यम् इति सूत्रं कृत्वा कवर्गस्य तृतीयवर्णः गकारः. परन्तु तत्रापि तत्र किमपि हार्ड् एण्ड् फास्ट् रूल् नास्ति खलु, यत् देर् इस् नो रीसन् वै ऐ शुड् रैट् क ख घ घ, ऐ केन् रैट् ख ख घ घ. अपि तु यत् महेश्वरसूत्राणि सन्ति तत्र क ख घ घ इति लिखितं नास्ति खलु, तत्र भिन्न अस्ति. अतः तत्र संख्या इति किमपि नास्ति, प्रयत्नमस्ति. अपि तु पश्यतु यत्र महेश्वरसूत्राणि सन्ति तत्र बहुत्र यत् प्रत्याहारः अस्ति तत् प्रयत्नेन प्रयत्नेन तत्र प्रत्याहारस्य निर्माणः अस्ति. पश्यतु जब गडदश, अत्र जब गडदश इति प्रत्याहारे यत् ये वर्णाः सन्ति तेषां वर्णानां सर्वेषां वर्णानां प्रयत्नं समानं भवति. जब गडदश इति यतो हि तेषां प्रयत्नं समानम् अस्ति अतः वर्णमाला मध्ये यदा वयं वर्णानां तत्र स्थापनं कुर्मः अतः जब गडदश कम् इन् द सेम् वर्टिकल् कालम्. तृतीयवर्णानि सन्ति. It is not that they are the tritiya varna, that's why they have been put in jab gadadash. They have the same prayatna, that's why they have been put in the tritiya varna. Palam. Modaya, tatra choho ku iti sthane sthanantratam abo, sorry, yata sangha anudhe samana bhavati va, atava sthanantratam bhavati va, choho ku. Na, aham chintayami yat choho kuhu madhye, अस्तु तत्रापि यथा सङ्ख्यमस्ति परन्तु मम मते तस्य मूलकारणमस्ति प्रयत्नं. यतोहि तत्र सङ्ख्या यत् अस्ति तत्र कवर्गस्य प्रथमवर्णः, कवर्गस्य द्वितीयवर्णः, कवर्गस्य तृतीयवर्णः, मम मते तत् एकं कन्वेन्शन् अस्ति. देट् कन्वेन्शन् हेस् कम् बिकास् आफ् द फ्याक्ट् देट् दे आर् द सेम् प्रयत्न. अतः तत्र अहं चिन्तयामि तस्य मूलकारणं स्थाने अन्तर्तमः एव भवेत् इति अहं चिन्तयामि. परन्तु यथासङ्ख्यमपि यदा वयं यदि कुर्मः तर्हि तत्र आपत्तिः नास्ति. परन्तु तस्य मूलकारणम् अहं चिन्तयामि स्थाने अन्तर्तमः इति सूत्रेण गुणं भवति. अस्तु तर्हि पायिण्ट् इस् देट् वर्णमाला मध्ये यत् कन्वेन्शन् अस्ति तत्र एकमस्ति स्थानसामान्यं, देट्स् वै यु हेव् द सेम् हारिजोण्टल् रोस्. तदनन्तरं देर् इस् अ रीसन् वै देर् आर् द वर्टिकल् रोस् आर् आल्सो इन् देट् बिकास् दे हेव् द सेम् प्रयत्न. अतः बिलो क यु गेट् ख, बिलो क यु गेट् च, बिलो च ट इति अस्ति. अस्तु तत्र इको एनर्जि तत्र अपि स्थानं द्रष्टुं शक्नुमः खलु, इकारस्य यकारस्य स्थान समान तदपि तदस्ति चेत् अहं चिन्तयामि तद् मूलमस्ति. परन्तु अतः फार् एक्साम्पल् एचो यवायावः इति अस्ति, एचो यवायावः प्रायः इको यणचि श्रेष्ठम् उदाहरणं नास्ति यथासङ्ख्यम्. एचो यवायावः तु यथासङ्ख्यम् एव भवेत् यतोहि तत्र स्थानसामान्यं नास्ति. सत्यं सत्यं तत्र किमपि अस्तु. तर्हि अतः चकारस्य स्थाने ककारः, जकारस्य स्थाने गकारः इति भवति इति प्रश्नः अस्ति. अपि च भवादिगणे अपि वयं सूत्राणि पठितवन्तः खलु, तत् दीर्घसूत्रम् आसीत् तत् पाद्मा तत्र अपि यथासाध्यमेव ततः अपि. तर्हि एकम् अधिकम् उदाहरणमस्ति वाक्योगः हरि, वाक्योगः हरि अस्ति तत्र यत् सन्धिः भवति तत् किं भवति भवति किल, तर्हि पूर्वसवर्णसन्धिः अस्ति तत्र हकार यत्र अस्ति तस्य पूर्वं यत् वर्णः अस्ति तत् हकारस्य स्थाने पूर्वं सदृशं भवति. तर्हि पश्यतु अत्र वाक्योगः हरि, हकारस्य स्थाने कवर्गस्य तादृशवर्णः आगच्छति यत् हकारसमानम् अस्ति. इदानीं हकारस्य समानं किम् अस्ति कथं जानीमः, हकारसमानं किम् अस्ति कथं जानीमः. तर्हि पश्यतु हकार अपि कण्ठ्यवर्णः अस्ति, कवर्गीय अपि सर्वे वर्णाः कण्ठ्याः सन्ति, अतः स्थानरूपेण वयं ज्ञातुं न शक्नुमः, अतः प्रयत्नरूपेण वयं प्रयत्नरूपेण निर्णेतव्यं। प्रयत्नरूपेण पश्यतु, हकारस्य प्रयत्नमस्ति महाप्राण संवार नादघोष, अतः कवर्गमध्ये कः वर्णः अस्ति यत् महाप्राण संवार नादघोष अस्ति? केवलम् एकः अस्ति, तदस्ति घकार, घ, चतुर्थवर्ण घ। अतः वाक्योग हरि मध्ये वाघरी हकारस्थाने घकार, तत्रापि प्रयत्नरूपेण स्थाने अन्तरतमः तस्य कार्यं भवति। तर्हि अत्र प्रयत्नरूपेण तत्र अपि बहुत्र बहुत्र वयं द्रष्टुं शक्नुमः। सामान्यरूपेण स्थानरूप स्थान आधारेण वयं ज्ञातुं शक्नुमः, परन्तु कुत्रचित् कुत्रचित् प्रयत्नरूपेण अपि द्रष्टुं शक्नुमः। अस्तु महोदय, इदानीं मास्तु चेत् प्रायः अन्यस्मिन् समये किञ्चित् अधिकं वक्तुं शक्नोति किम्? एतत् विवार किं, घोष किं, संवार किम् इति? अस्तु अस्तु, अहमपि शोधयामि। पूर्णसवर्णसन्धिः तु तत् वर्गीय तत् वर्गस्य चतुर्थवर्णः एव आगच्छति, परन्तु भवती कथं जानाति यत् हकार इति यदस्ति तस्य सवर्णवर्णः चतुर्थवर्णः अस्ति? कारणमस्ति प्रयत्नम्। अस्तु अग्रे गच्छामः, तत्र प्रमाणम् इति अस्ति, इदानीं तृतीय अस्ति प्रमाणम्। तत्र विजि महोदय अस्ति खलु, पठतु। विजि महोदय, प्रमाणम् इदानीं करपत्रे गच्छतु, ओरिजिनल् यत्र कुत्रापि पठति तत्र प्रमाणम् इति द्वितीयबिन्दु। तृतीयबिन्दु वा? ऋकारान्तदातः न स्थाने अन्तर्तमः इति करपत्रे, स्थाने गुणः, तदनन्तरं प्रमाणम्। करपत्रे टेबल् अस्ति खलु भगिनि, पृष्ठः स्पष्टः, करपत्रे टेबल् अस्ति खलु, अधः पश्यतु प्रमाणमिति। पी डि एफ् फैल् मध्ये अस्ति भगिनि। विजि महोदय, भवती पी डि एफ् पठति वा आन्लैन् पठति? एकमिनिट् महोदय, read from below the table onwards. Oh, table madhye va? Na, table asti no, no, no, read from the table. After the table. PDF. Karapatre bagini. It doesn't matter, karapatre va, PDF va. Samitam hoti, gunaha iti. Gunaha. Gunaha iti pashiti. तस्य अनन्तरं प्रमाणमस्ति। वेरि सारि सर्, वेरि सारि, प्रमाणम् इत्युक्ते धैर्यं, प्रमाणशब्द धैर्यं महोदय, धैर्यं न धैर्यं, धैर्यम् इति लिखितमस्ति, धैर्यं न धैर्यं, सारि धैर्यं, प्रमाणशब्दे मानम् अन्तर्भूतं वर्तते किल, तदर्थं तादृशः अर्थः स्वीकृतः। मानं नाम मापनं, कुत्रचित् प्रमाणेन एव निर्धारणप्राप्तिः भवति। यथा अदसो असेर्धातु धूमः, यस्य अन्ते सकारो नास्ति, एतादृशस्य अदसशब्दस्य धकारोत्तरवर्णस्य स्थाने उकारादेशः उकारादेशः च दकारस्य च स्थाने मकारादेशो भवति. उदाहरणं पश्यामि भवती. अत्र उदाहरणं विवरणं करोतु. अं योगः अस्मै, अं योगः अस्मै, अं योगः उष्मै, अमुष्मै. अत्र किम् अस्ति, अस्मै इत्यस्य पूर्वम् अकारः. अं योगः भ्याम्, अं योगः आभ्याम्, अं योगः ऊभ्याम्, अमूभ्याम्. अत्र ह्रस्व अकारस्य स्थाने ह्रस्व उकारः, दीर्घ अकारस्य स्थाने दीर्घ उकारः. एतादृशस्थले स्थानेन अर्थेन गुणेन च निर्धारणं न भवति, अतः प्रमाणं निर्णायकः. भवान् एव एक्स्प्लेन् करोतु महोदय. अस्तु, तर्हि प्राय न जानामि जनाः जानन्ति वा, परन्तु अदस् एकं सर्वनामशब्दः अस्ति, यथा इदं, तद् इति. तर्हि अदस् अपि एकः सर्वनाम शब्दः अस्ति. अहं जानामि अत्र बाल्यकृतम् आम्, यत्र विद्यालये यदा, आमां सत्यं, विद्यालये यदा वयं, यदा अहम् आसम् बहु वर्षपूर्वं, तत्र अदस् शब्दविषये तत्र सर्वदा तत्र क्लेशः भवति, यतोहि तत्र कुत्रचित् अमूभ्यां भवति, अमुष्मै भवति. तर्हि एक चिन्तयतु, क्लिष्टकरं सर्वनामशब्दः अस्ति. अस्तु, तत्र अदस् शब्दविषये किञ्चित् अत्र अस्ति. तत्र प्रक्रियाविषये वयं चर्चां न कुर्मः, तत्र अनन्तरम् आगच्छति यदा अदस् विषये भवति. परन्तु अदस् विषये एकं सूत्रमस्ति, तत् वदति अत्र अदस् इति शब्दस्य सकारः नास्ति. एकवारं सर्वे म्यूट् कुर्वन्तु, म्यूट् कुर्वन्तु. अदस् शब्दे यदा सकारः नास्ति तदा केचन कुत्र प्रक्रिया भवति, काचन प्रक्रिया भवति. तत्र सकारस्य यत् दकारः अस्ति, दकारस्य स्थाने मकारः भवति. मकारानन्तरं यदा यदि अकारः अथवा यत् क्षम्यतां, मकारानन्तरं यत् वर्णः अस्ति तस्य स्थाने उकार अथवा ऊकार इति भवति. इति किमपि प्रक्रिया अस्ति, तत् कथं भवति इति चिन्ता नास्ति, परन्तु अत्र उदाहरणमस्ति. अं योगः स्मै, अम् वस्तुतः अद इति अस्ति, अद, अदशब्दस्य अद अस्ति. तत्र दकारस्य स्थाने मकारः भवति. तदनन्तरम् अं योगः स्मै अस्ति. इदानीं कयाचन प्रक्रियया स्मै तत्र अकार आगच्छति आदौ, अस्मै. तर्हि सूत्रं वदति यत् मकारानन्तरं यत् अकारः अस्ति तस्य स्थाने उकारः भवति, अतः अं योगः उ भवति, अमुष्मै इति भवति. तथैव अं योगः भ्याम् अस्ति. तदनन्तरं पुनः कयाचन प्रक्रियया अभ्याम् इति तस्य आदौ आ आगच्छति. इदानीं मकारानन्तरं यत् आकारः अस्ति तस्य स्थाने उ भवति, अमूभ्यां भवति. इदानीं प्रश्नः आगच्छति यत् सूत्रे तु लिखितमस्ति यत् मकारस्य अनन्तरं यत् स्वरः अस्ति तस्य स्थाने उकारः भवति, परन्तु सर्वाणि पुल्लिङ्गे वा नपुंसकलिङ्गे वा स्त्रीलिङ्गे वा? अत्र न जानामि, प्रायः पुल्लिङ्ग भवेत् अत्र. परन्तु सत्यं नपुंसकले पुल्लिङ्गे रूपं समानमेव भवति खलु. हा सत्यं, तत्र पुल्लिङ्ग अथवा नपुंसकलिङ्ग इति अस्ति. सर्वदा समान न भवति, इकारान्त उकारान्त तत्र तत्र समान. तृतीयाविभक्ति अनन्तरं सर्व समानमेव अस्ति खलु. न महोदय, इकारान्त पदम् अस्ति चेत् मुनिः पदम् अस्ति, मुनिः मुनि शब्द अपि च वारी शब्द तत्र एकनिमिष, तृतीया विभक्ति अनन्तरं समानमेव अस्ति खलु? आं भगिनि, प्रथमा द्वितीयविभक्ति तत्र इकारान्तप्रश्नः नास्ति एव, तत्र उकारः एव अदर् शब्दस्य विषये एव चलन्ति तत्र, अतः इकारस्य किमपि कार्यम् आसीत् तत्र. अत्र अत्र विषयः नास्ति, अत्र डैग्रेस् न मा कुर्मः, अत्र पुल्लिङ्ग् अस्ति अथवा नपुंसकलिङ्ग् भवेत् किमपि भवेत् प्रायः अत्र उभयत्र उभयमेव अस्ति, परन्तु अत्र विषयः भिन्नः अस्ति, तत्र लेट्स् नाट् डैग्रेस्. तत्र अमुष्मै अमुभ्याम् अस्ति, तत्र अधुना प्रश्नः अस्ति यत् उकारः आगच्छति परन्तु ह्रस्व उकारः आगच्छति वा दीर्घ उकारः आगच्छति वा कथं जानीमः? स्थानरूपेण अपि स्थान आधारेण अपि वयं ज्ञातुं न शक्नुमः यत् उकारः उकारः उभयोः स्थानं समानम् अस्ति, प्रयत्नमपि समानम् अस्ति. अतः केवलं प्रमाण इति, प्रमाण इत्युक्ते मापनं, मापनं मेजर् मेजर्. तर्हि ह्रस्व तस्य मात्रा एकमात्रा अस्ति, दीर्घ तस्य द्विमात्रा अस्ति, प्लुत इति त्रिमात्रा अस्ति. तर्हि प्रमाणम् इत्युक्ते यस्य यस्य मात्रा समानम् अस्ति, नाम यत्र तस्य मापनं समानम् अस्ति तस्य प्रमाणं समानम् अस्ति. अरे अतः प्रमाण आधारेण वयं ज्ञातुं शक्नुमः यत्र अकारः अस्ति, अकारः ह्रस्व अस्ति, अतः तादृश ह्रस्व तादृशवर्णः उकारः कस्य उकारस्य ग्रहणं ग्रहणं भवति यत् उकारः यः उकारः ह्रस्व अस्ति. अतः अमुष्मै इति तत्र ह्रस्व अकारस्य स्थाने ह्रस्व उकारः भवति, परन्तु अम् योगः आभ्यां, तत्र आभ्यां मध्ये दीर्घ आकारः अस्ति, अतः यस्य प्रमाण आधारेण यस्य दीर्घत्वं भवति तस्य एव तत्र आदेशः भवति, अत्र दीर्घ आकारस्य स्थाने दीर्घ उकारः भवति, अतः अमूभ्याम् इति. पुनः सूत्रे साक्षात् लिखितं नास्ति यत् दीर्घस्थाने दीर्घ भवतु ह्रस्वस्थाने ह्रस्व भवतु, तत् स्थाने अन्तर्तमः इति सूत्रेण वयं ज्ञातुं शक्नुमः यत् प्रमाणसादृश्येन ह्रस्वस्थाने ह्रस्व दीर्घस्थाने दीर्घ इति. तर्हि इति प्रमाण इति तृतीयसादृश्यम् अस्ति, एकमस्ति स्थानम्, एकमस्ति गुणम्, एकं गुणः, एकमस्ति प्रमाण. सर्वे अवगच्छन्ति वा? अस्तु, तर्हि इदानीम् शब्दमञ्जरी पुस्तकं समीपे अस्ति चेत् भवता यावत् उक्तम् एतत् समीचीनमेव. अतः शब्दं पुल्लिङ्गस्त्रीलिङ्गमध्ये समानमेव, अमुभ्यां विषये समानमेव, अमुभ्याम् अमुषि विषये समानमेव, समानमस्ति. प्रायः सर्वत्र नास्ति, अमुष्यै अमुभ्यां परन्तु प्रायः प्रायः तत्र पृष्ठसङ्ख्या का भगिनि? द्विवचने तृतीया चतुर्थी पञ्चमी समानमेव, पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे. पुस्तके पृष्ठसङ्ख्या का? 71 भगिनि. अस्तु अग्रे गच्छामः, अत्र विषयः नास्ति. अर्थ अर्थ इति विषये अग्रे वयं पश्यामः. अग्रे अग्रे कः अस्ति? रघुपतिमहोदय पठतु. अर्थः कुत्रचित् उच्चारणस्थानसादृश्येन आदेशस्य निर्णयः न शक्यते. यदा स्थानेन न सम्भवति तदा अर्थः, गुणः, प्रमाणं च एषु त्रिषु अन्यतमः निर्णयस्य आधारः भवति. अर्थस्य प्रसङ्गे यथा किमस्ति पदन्नोमा पद पदन्नोमा सुहन्निषसंन्योषन्दोषन्यकञ्चकन्नुदन्नासञ्च सम्प्रभृतिषु पद दत नस मास हृत निष आसन् महोदय महोदय पद इति न पद पद पद दत् नस मास हृत निश आसन् यूषन् दोषन् यकन् शकन् उदन् आसन् इत्येते आदेशाः विकल्पेन भवन्ति षष्प्रभृतिप्रत्ययेषु परेषु. अनेन सूत्रेण द्वितीयविभक्तेः बहुवचनात् शस् आरभ्य सप्तमी विभक्तेः बहुवचन सुप् यावत् एते आदेशाः विकल्पेन भवन्ति. अग्रे पठामि वा महोदय? सुओजस् अमौषस् ताभ्यां भिस् गेभ्यां भ्यस् ङसिभ्यां भ्यस् ङस् ओस् आम् ङी ओ सुप्. किन्तु केषां पदानां स्थाने भवन्ति इति नोक्तम्. अत्र स्थानेन्द्रतमः इति सूत्रेण तदा आदेशः योग्यः भवति यदा स्थानिनः अर्थः प्रकटयितुम् अर्थं प्रकटयितुं प्रभवति. अनेन एते उक्ताः आदेशाः क्रमेण येषाम् एव स्थानिनः भवन्ति पाद दन्त नासिका मास हृदय निशा असृज् असृज् यूष दोष यकृत् शकृत् उदक आसन् आसन इति यथा पदचरणार्थे भवति अतः स्थानिनापि तादृशार्थः भवेत्. तस्मात् पाद इति स्थानी एवमेव अग्रे सर्वत्र. वदतु महोदय आशयः किमपि पुनः पठनीयं चिन्तयामि. अस्तु भवानेव तर्हि चतुर्थः अस्ति अर्थ. यत्र स्थानिना लिखितं नास्ति तत्र अर्थसामान्यं यत्र अस्ति तस्य स्थाने भवति. उदाहरणमस्ति, एकं सूत्रमस्ति अत्र, दीर्घसूत्रमस्ति, पदन्नो मास हृन्निश् शन्यूषन्दो शन्यङ्कच्छ कन्नुदनांसच्छ प्रभृतिषु इति एकं सूत्रमस्ति. तत्र सूत्रं किं वदति यत् पद् दत् नस् मास् हृत् निश् आसन् यूषन् दोषन् यकन् शकन् उदन् आसन् इति कानिचन प्रातिपदिकानि सन्ति. अस्तु, यदा तर्हि अत्र सूत्रं वदति यत् इति ये प्रातिपदिकानि सन्ति तेषाम् आदेशः भवति विकल्पेन. कुत्र भवति? षस् प्रभृतिप्रत्ययेषु परेषु. यथा यदा तर्हि सु औचस् अमौक्षस् इति अस्ति खलु, एकविंशतिः प्रत्ययाः सन्ति. तत्र षस् प्रभृतिषु नाम द्वितीयाविभक्ति बहुवचनं षस् आरभ्य सप्तमी विभक्ति बहुवचनं सुप् पर्यन्तं यदि प्रत्ययः अस्ति परे, तर्हि पूर्वं यत् प्रातिपदिकम् अस्ति तस्य स्थाने पद् दत् नस् मास् हृत् इति भवति. प्रातिपदिकम् अस्ति, तदनन्तरं सुबन्तप्रत्ययः सुप्रत्ययः अस्ति. तर्हि षस् आरभ्य सुप् पर्यन्तं यदि कोऽपि प्रत्ययः अस्ति परे, तर्हि तत् प्रातिपदिकस्य स्थाने पद् दत् नस् मास् हृत् निश् आसन् यूषन् दोषन् यकन् शकन् उदन् आसन् इति भवति विकल्पे इति अस्ति इति सूत्रं वदति. एतत् पर्यन्तं सर्वे आगच्छन्ति? एकवारं पुनः सूत्रं वदति यत् यत् प्रातिपदिकं महोदय एक उदाहरणं दत्तवान् यत् प्रातिपदिकम् अस्ति तस्य स्थाने पद् दत् नस् मास् हृत् इति भवति. नाम प्रातिपदिकस्य स्थाने पद् दत् दत् नस् तेषाम् आदेशः भवति यदि अग्रे षस् आरभ्य सुप् पर्यन्तं प्रत्ययः अस्ति. प्रातिपदिकस्थाने वा तदेव अस्ति आगच्छति. प्रातिपदिकं योगः षस् इति अस्ति, तर्हि सूत्रं वदति तत् प्रातिपदिकस्य स्थाने पद् दत् नस् मास् इति आगच्छति इति अस्ति. इदानीं प्रश्नः अस्ति यत् कस्य प्रातिपदिकस्य स्थाने कोऽपि किमपि प्रातिपदिकम् अस्ति चेत् आगच्छति वा इति. तर्हि सूत्रे लिखितं नास्ति खलु कस्य प्रातिपदिकस्य स्थाने आगच्छति. सूत्रं केवलं वदति आदेशः भवतु पद् दत् नस्, परन्तु स्थानी कः अस्ति इति सूत्रं न वदति. अतः स्थाने अन्तर्तमः इति सूत्रम् आगत्य वदति तादृशस्थानी यस्य अर्थः आदेश इव भवेत् भवति. नाम तादृशस्थानी यस्य अर्थः अस्ति यस्य अर्थः आदेश इव भवति. अस्तु यदि अस्तु तर्हि पद पद इति अस्ति. पद इति तस्य अर्थम् अस्ति चरणम् चरणम्. अतः पद तस्य प्रातिपदिकस्य स्थाने आगच्छति यस्य अर्थम् अस्ति चरणम्. परन्तु तत्रापि पाद इति स्थाने आगच्छति. अतः लिखितमस्ति पाद इति लिखितमस्ति खलु. अनेन अपि उक्तः आदेशः क्रमेण स्थानिनः भवन्ति पाद दन्त नासिक इति. तर्हि पद इति कस्य स्थाने आगच्छति पाद. दत् दत् इति कस्य स्थाने आगच्छति दन्त. नस् इति कस्य स्थाने आगच्छति नासिका. मास् इति कस्य स्थाने आगच्छति मास. हृत् इति हृदय. किमर्थं यतोहि पद तस्य अर्थः पाद इव भवति. दत् इति अर्थः दन्त इव भवति. नस् इति अर्थः नासिका इव भवति. तर्हि प्रश्नः अस्ति तर्हि अर्थसामान्येन वयं ज्ञातुं शक्नुमः यत् यत् आदेशस्य अर्थः अस्ति तत् स्थानिनस्य स्थानिनः अपि आदे अर्थः अस्ति. अतः तस्य स्थाने भवति इति. तर्हि पाद इति यत् अस्ति पाद तस्य रूपद्वयं भवति. अग्रे पश्यतु तदर्थं पादशब्दस्य रूपाणि एवं भवति. पाद पादः पादौ पादः किमपि अन्यं नास्ति. पादं पादौ परन्तु शस् यत्र आगच्छति शस् इति आरभ्य रूपद्वयं भवति. पादान् पादेन पादाभ्याम् इति तु अकारान्तपुलिङ्गरूपं सर्वाणि जानन्ति राम इव. परन्तु तस्य रूपद्वयं विकल्पेन पदः पदा पदभ्यां पद्भिः इति अपि अस्ति. यतोहि पाद इति प्रातिपदिकस्य स्थाने पदोन्नमास इति सूत्रात् पद इति अपि आदेशः भवति इति. अतः पाद इति शब्दस्य रूपद्वयं भवति. दन्त इति शब्दस्य रूपद्वयं भवति. दन्त यत् अस्ति तस्य रूपं दन्तः दन्तौ दन्ताः. दन्तं दन्तौ दन्तान् अपि अस्ति दतः अपि अस्ति. तदनन्तरं दन्तेन दन्ताभ्यां दन्तैः अथवा दता दद्भ्यां दद्भिः इति रूपद्वयमस्ति. तथैव सर्वत्र हलन्त भवति. नासिका अपि अस्ति. नासिका नासिके नासिकाः नासिकां नासिके नासिकाः अथवा नसः. नासिकया नासिकाभ्यां नासिकाभिः अथवा नसा नस्भ्यां नस्भिः. क्षम्यतां मनसा मनो नसा नोभ्यां नोभिः इति प्रायः यत् यत् सकारान्तशब्दस्य कृते इति इति अस्ति. तर्हि अत्र अर्थसामान्येन वयं ज्ञातुं शक्नुमः यत् यत्र आदेशः स्थानिनः लिखितं नास्ति तत्र कीदृशस्थानी यस्य अर्थः आदेशवत् भवति. तर्हि पद इति तस्य अर्थः अस्ति चरणम्. अतः तद् पाद इति शब्दस्य स्थाने भवति यतोहि पाद तस्य अपि अर्थः अस्ति चरणम्. दत् इति अर्थः अस्ति दन्त. अतः तदपि दन्त इति शब्दस्य स्थाने भवति. तर्हि अत्र कोऽपि शब्दः यस्य अर्थः चरणं दन्त नासिका इति नास्ति प्रायः. अत्र आवली अस्ति पाद दन्त नासिका मास. अत्र सिद्धान्तकौमुद्याम् आवली अस्ति पाद दन्त नासिका मास हृदयनिशा. अस्मिन् अस्याम् आवल्याम् एव ये पदानि सन्ति तेषां स्थाने पद दत् नस् मास आगच्छति. परन्तु तत्रापि अर्थसामान्येन आदेशः भवति. पादस्थाने पद आगच्छति. पादस्थाने दत् न भवति. पादस्थाने नस् न भवति यतोहि तत्र अर्थः एव भिन्नः अस्ति. सर्वे अवगच्छन्ति वा? अत्र वदति वा महोदय? तत्र शब्दकोशे पश्यतु अत्र मास् इत्युक्ते मास् हृत् इत्युक्ते हृदय, निश् इत्युक्ते रात्रि, यकृत् इत्युक्ते प्रायः लिवर् इति अस्ति इति अहं चिन्तयामि, उदक् उदक् इत्युक्ते जलम् अस्ति जलम्, आसन इत्युक्ते आसन् यदस्ति, तर्हि तत्र इति अस्ति इति चर्चा, तर्हि अत्र चर्चा इति एव अस्ति यत् अर्थसामान्येन आदेशः. अत्र किमपि स्थानं प्रयत्नं प्रमाणम् इति तत्र प्रसक्तिः नास्ति खलु, अतः अर्थसामान्ये. एषु स्थलेषु मुखे स्थानं किम् इत्यनेन निर्णयः न भवितुं शक्नोति, भवितुम् अर्हति, तस्मात् अर्थः इति आधारः अपेक्षितः इति लिखितमस्ति. महोदय तादृश ईदृशं सूत्रम् एक एव अस्ति वा, अर्थ यस्य यस्मिन् अर्थस्य अर्थेन एव स्थानस्य एकस्य भवति इति वा न जानामि, परन्तु एकं तु अस्ति. प्रथमवारं दृष्टम् एतत्, प्रथमवारं मयापि अत्र अस्मिन् करपत्रे एव प्रथमवारम् एव अत्र अस्ति. किमपि अस्ति यत् किमस्ति यत् सामान्यतया स्थाने अन्तर्तमः यदा वयं सूत्रं वदामः तत्र प्रायः स्थान आधारेण एव भवति, नो चेत् कुत्रचित् प्रयत्न आधारेण भवति, परन्तु अर्थ आधारम् इति प्रायः विरलम् एव अस्ति, तत्र सूत्र नास्ति इति अहं चिन्तयामि, परन्तु एतत् सूत्रम् अस्ति एकम्. अस्तु तर्हि अग्रे गच्छामः, एकं सारांशः अस्ति, मुख्यसारांशम् अस्ति, अग्रे पश्यामः. एकं विषयं जि अष्टाध्यायी मध्ये एतत् सर्वाणि पदानि तृतीयं के परे रस्ते वेदविषयमे यो जातः इति तत्र लिखितम्, एतत् सर्वं वेदविषये एव आगच्छति वा? न, प्रायः वेदविषय इति नास्ति, विकल्पेन भवति, लौकिके अपि अस्ति, अत्र वेदविषये किमपि अस्ति इति लिखितं नास्ति अत्र सूत्रे. यूषन् दोष्णः यक्रः शक्रः सर्वत्र तत्र तत्र लिखितं वेदविषयमे जातः इति सर. एवं वा, अस्तु प्रायः भवेत्, परन्तु अत्र तु लिखितं नास्ति यत् अत्र तु लिखितं नास्ति यत् लौकिक अस्ति वा नास्ति. अहं चिन्तयामि लौकिक मध्ये अपि भवेत्, नो चेत् किमस्ति यदि अस्ति चेत् तत्र बहुत्र सूत्रे एव लिखितम् अस्ति यत् छन्दसि इति किमपि लिखितमस्ति. सर्वत्र वेदविषयमे वेदविषयमे जातः इति सर्वस्ति. धन्यवादः. अस्तु, प्रायः केचन आदेशाः केवलं वेदे एव दृश्यन्ते. अस्तु, धन्यवादः. अस्तु, अष्टाध्यायी डाट् काम् अस्ति, तत्र अस्ति वा? अस्तु, तत्र प्रायः कुत्र तत्र वेदे अपि भवेत्. अस्तु तर्हि अग्रे गच्छामः, सारांशः अस्ति तत्र, सारांशः इति अरुणा महोदय पठतु. आं महोदय, करपत्रम् अपगच्छति तदेव. यत्र इदं सर्वं समापयति तस्य अनन्तरं जानामि, करपत्रम् अपगच्छति तदेव. अन्यः पठतु महोदय. अस्तु, अन्य कोऽपि अस्ति, सारांशः अस्ति महोदय. तर्हि आहत्य स्थाने अन्तरतमः इति सूत्रेण सादृश्यम् उपस्थाप्यते चतुर्भिः माध्यमैः, स्थानं गुणः प्रमाणम् अर्थः च, किन्तु येषु चतुर्षु प्रमुखम् अस्ति स्थानम्, कथं ज्ञायते? काशिकाकारः वदति यत् पूर्वसूत्रं षष्टिस्थाने योग इत्यस्मात् स्थाने इत्यस्य अनुवर्तनं भवितुम् अर्हति स्म, तस्मिन् एव लाघवम् आसीत्। तर्हि किमर्थं पाणिनिना तस्य अनुवर्तनं न स्वीकृतम् इति प्रश्नः। पुनः स्थाने विलिख्य ददाति स्थाने अन्तरतमः इति सूत्रे चतुर्षु स्थानस्य प्राधान्यदर्शनार्थम्। अतः यत्र यत्र स्थानेन निर्धारणं सख्यं तत्र तत्र स्थानेन एव कर्तव्यं, यत्र च न सम्भवति तत्र अन्येषु त्रिषु गुणः प्रमाणम् अर्थ इत्येषु अन्यतमेन सादृश्यं साधनीयम्। अत्र सारांशः पदेन स्थाने अन्ततमसूत्रं वदति चतुर्विध अर्थाः अस्ति, स्थानं गुणं प्रमाणम् अर्थं च। परन्तु प्रायेण स्थाने इति एव कुर्मः। किमर्थम् इति प्रश्नः उदेति, काशिकारः वदति यत्र पूर्वसूत्रषष्टिस्थाने योग अत्र स्थाने इति दत्तं अनुवर्त्यं भवति तत्, परन्तु किमर्थं पाणिनिना वदति इति प्रश्नः उदेति समाधानम् अत्र दत्तं, पुनः स्थाने विलिख्य ददाति स्थाने अन्तरतमः, इत्येव स्थाने इति अत्र अस्ति तदेव सूचयति स्थान एव प्राधान्यता स्वीकरणीयं। स्थानं न निर्धारणं शक्यं करोति, तदनन्तरं क्रमेण गुणः प्रमाणम् अर्थः स्वीकृत्य सादृश्यं साधनं करणीयं। सूत्रं स्थाने अन्तरतमसूत्रम् आगत्य प्रथमं स्थानं प्रयत्नम् इत्येव सादृश्यं दर्शनीयं करणीयं। तर्हि स्थाने अन्तरतमः इति सूत्रमस्ति, तस्य तस्मात् पूर्वमेव सूत्रमस्ति षष्ठीस्थाने योग। तर्हि षष्ठीस्थाने योग इति सूत्रात् स्थाने इति शब्दस्य पदस्य अनुवृत्तिः भवितुं शक्नोति। केवलम् अन्तरतमः लिखति चेदपि स्थाने इति पदस्य अनुवृत्तिः षष्ठीस्थाने योग्या इति सूत्रात् भवितुं शक्नोति। तर्हि किमर्थं पाणिनिना पुनः स्थाने इति लिखितं? तस्य काशिकारः वदन्ति यत् तत्र काशिककारः इति वदन्ति तत्र तस्य प्रयोजनम् अस्ति यत् पाणिनिः दर्शयितुम् इच्छति यत् यदा सादृश्यं यदा वयं पश्यामः तत्र स्थानसामान्यं सर्वप्रधानम् अस्ति, प्रधानतमम् अस्ति स्थानं। यत्र कुत्रचित् अस्ति प्रथमं स्थानं स्थानसादृश्यं दर्शनीयं। स्थानसमानता यदि स्थान आधारेण यदि वयं निर्णेतुं शक्नुमः तर्हि स्थान आधारेण एव आदेशः करणीयः, स्थानसमानता प्रधानतम। यदि स्थान आधारेण वयं द्रष्टुं न शक्नुमः तदनन्तरमेव प्रयत्नम् अथवा गुणः अथवा किं गुणम् अथवा अर्थं द्रष्टव्यं। प्रथमं स्थानं, तदनन्तरं गुणम् अथवा अर्थम् अथवा प्रयत्नम्, तस्य दर्शनाय एव पाणिनिना पुनः स्थाने अन्तरतमः इति सूत्रे स्थाने इति पदस्य तत्र स्थापनं कृतं, यतोहि सः इच्छति तत् स्थानम् इति प्रधानमस्ति। इति वार्ता। तर्हि कुत्रापि आदेशः यदि स्थाने साक्षात् रूपेण लिखितं नास्ति तर्हि सर्वप्रथमम् आदेशः सर्वप्रथमं स्थानं पश्यतु, स्थानरूपेण आधारेण कर्तुं शक्नोति चेत् करोतु, अन्यथा प्रयत्नं प्रमाणं गुणं पश्यतु। अस्तु, वदामि गुणं प्रमाणम् अर्थं पश्यतु। अस्तु, इति स्थाने अन्तर्तमः इति विषये दीर्घचर्चा समाप्ता. धन्यवादः. अस्तु, सर्वे अवगच्छन्ति वा? सम्यक् न अवगच्छम् अवगन्तं, परन्तु ध्वनि मुद्रं किमस्ति इति सर्वे जानन्ति इति अहं चिन्तयामि. अत्र दिवादिगणस्य दिवादिगण इति मुख्यविषयः अस्ति. अत्र किमपि सब् टापिक् अस्ति, अतः तस्मिन् स्थाने अन्तर्तमः इति विषये अत्र मूलविषयः नास्ति, दिवादिगणः अस्ति. परन्तु तत्र सारम् अस्ति, तत् सर्वे इदानीम् अवगच्छन्ति इति चिन्तयामि. नास्ति चेत्, प्रश्नः अस्ति चेत् पृच्छतु. अस्तु, नास्ति इति सर्वे सारम् अवगच्छन्ति इति इति अपि अस्ति चेत् इदानीं समीचीनम् अस्ति. यत्र स्थानं प्रथमं, तदनन्तरं प्रयत्नं, प्रमाणं. स्थानं प्रथमं, तदनन्तरं गुणं, प्रमाणम् अर्थम् इति पश्यतु. बहुत्र स्थानम् अथवा नो चेत् गुणं दृष्ट्वा एव कार्यं भवति. अतः तत्र प्रमाणम् अपि विरलमस्ति, अर्थं तु अधिकविरलमेव अस्ति इति चिन्तयामि. अस्तु, इदानीं मुख्यविषयं गच्छामः. दिवादिगणः, तत्र इदितां धातूनां न लोपो न भवति इति अस्ति खलु, सर्वे अवगच्छ प्राप्नुवन्ति वा? तर्हि अत्र तर्हि तत्र किमस्ति, गतरविवासरे अस्माभिः पठितम् अनिदितां हल उपधाया निति इति सूत्रेण, यदि धातुः इदित् नास्ति, अन् इदित् इदित् नास्ति, तर्हि तस्य धातोः उपधामध्ये यदि नकारः अस्ति, नकारः अस्ति, तस्य लोपः भवति कित् नित् प्रत्ययपरे अस्ति चेत्. तर्हि दिवादिगणे शन् प्रत्ययः अस्ति, कित् नित्वत् अस्ति, अतः शन् प्रत्ययः अस्ति, अतः इदित् नास्ति, अनिदित् अस्ति, यत्र इकारस्य इत्संज्ञा नास्ति, तादृशधातुमध्ये उपधायां नकारः अस्ति चेत् तस्य लोपः भवति इति अस्माभिः दृष्टम्. तर्हि अग्रे अस्ति, इदितो इदितां धातूनां न लोपो न भवति. अस्तु, तर्हि तत्र कः अस्ति? सुमित्रा महोदय पठतु. इदितां धातूनां न लोपो न भवति, यथा विदि इति इदित् धातुः, इदितो नुङ् धातोः इत्यनेन नुमागमः, वन्द् इति धातुः, अस्य नु लोपः न भवति. अत्र वदि इति एकं धातुः, एकः धातुः अस्ति, तत्र इदितो नुङ् धातोः इत्यनेन नुमागमः भवति, अतः वन्द् इति धातुः निष्पन्नम्. अत्र अस्य नकारस्य लोपः न भवति, अतः मदि इत्यस्य ई इति उपदेशे अजन्मनासिक इत्यनेन लोपः भवति, वद् इति तिष्ठति. इदितो नुम् धातोः इत्यनेन नुमागमः भवति, अतः वन्द् इति भवति. अनन्तरं वन्द् इत्यस्य नश्चापदान्तस्य जलि, नश्चापदान्तस्य जलि वदति, पदान्ते यः वर्णः पदान्ते नास्ति सः अपदान्तः, तस्य पदस्य अनुस्वारः भवति, मकार अथवा नकार अथवा नकार अपदान्त अस्ति चेत्, पदान्ते अपदान्तः अस्ति चेत् तस्य अनुस्वारः भवति झल् प्रत्यये परे, झल् प्रत्याहारे, झल् प्रत्यये झलि परे वन्द् इति भवति. यै परसवर्णः इत्यनेन यै प्रत्याहारे सवर्ण वर्णस्य आदेशः भवति, वन्द् पुनः पुनः वन्द् भवति नकारस्य. तथैव अग्रे पठतु. लाञ्च् लाचि लाञ्छि इति भवति उपदेशे अजनुनासिक इत्यनेन इकारस्य अनुनासिक इकारस्य लोपः ला लाञ्च् इति भवति. लाच् इति इदितोनं धातोः इत्यनेन नख नुमागमः भवति लाञ्च् इति. नश्चापदान्तस्य जलि इति लाञ्च् इति भवति. अनुस्वारस्य ययि परसवर्णः इत्यनेन यकारस्य आदेशः लाञ्च् इति. तावदेव कपि अपि च अपि च लभि. प्रथमं वदि लाचि कपि लपि सर्वत्र इकारस्य इत्संज्ञा भवति. अतः इदि तु नुम् धातोः इति सूत्रेण तत्र प्रथमं तु नुम् आगच्छति, तदनन्तरम् अनुस्वार, तदनन्तरम् अनुस्वारस्य परसवर्ण इति सूत्रेण लाञ्च् कम् लम् भवति. तर्हि सुमित्रा महोदय, मम प्रश्नः अस्ति, प्रायः जानाति, पुनः वदतु. लाचि तत्र लाच् भवति, तत्र इदि तु नुम् धातोः इति सूत्रेण नकारम् इति तस्य आगमः भवति. तत् आगमः कुत्र भवति, कथं जानीमः? अत्र लाञ्च् मध्ये नकारम् आगच्छति खलु, ल आ न छ इति. तर्हि नकारः छकारात् पूर्वम् आगच्छति एव कथं जानीमः? कुत्रापि आगच्छति न, उपधा नास्ति. नुमागमस्य स्थानं केन सूत्रेण जानीमः? कोऽपि अवगच्छति वा? आम् इति तु अहं न सम्यक्. मिदच्योत्यात् परः नाम मित् यत् अस्ति, मित् आगमः यत् अस्ति, तस्य आगमः अन्तिम अच् वर्णात् अनन्तरम् आगच्छति. तर्हि अत्र लाञ्च् लाच् मध्ये आकारः इति अन्तिम अस्ति खलु, एक एव अस्ति, अन्तिम अच् अस्ति, अतः तस्मात् परं नकारः आगच्छति. अस्तु, तर्हि इति अस्ति. सूत्रं पठतु. एतनुं धातु इदितो नुम् धातोः, इदितः धातोः नुम् आगमो भवति. इदित् इत्युक्ते इत् इत् यस्य सः. तत्र प्रथमः इत् नाम ह्रस्व इकारः, द्वितीयः इत् नाम इत् संज्ञा. ह्रस्व इकारस्य संज्ञा यस्य. महोदय महोदय, प्रथम इत् ह्रस्व अकारः अस्ति, केन सूत्रेण जानाति? पुनः प्रश्नः एकवारं महोदय, क्षम्यताम्. प्रथमः इत् यत् अस्ति, तत्र लिखितमस्ति खलु, प्रथमः इत् नाम ह्रस्व इकारः. कथं जानाति, केन सूत्रेण, यत् इत् इति ह्रस्व इकारः अस्ति? स्मरणेन अस्ति, कोऽपि स्मरति? इर इत् संज्ञा वा? न, न, तत्कालस्य. अस्तु, अग्रे. अस्तु, प्रथम इत् नाम ह्रस्व इकारः, द्वितीयः तु इत् संज्ञकः. ह्रस्व इकारस्य इत् संज्ञा यस्य, सः धातुः इदित् इति. इत् इत् यस्य, स इदित्, तस्य इदितः बहुव्रीहिः. इदितः षष्ट्यन्तं, नुं प्रथमान्तं, धातोः षष्ट्यन्तं, त्रिपदमिदं सूत्रम्. सूत्रं स्वयं सम्पूर्णम्, इदितो धातोः नुम्. अस्तु, तर्हि यदि धातुः अस्ति इदित् नाम, तत्र ह्रस्व इकारस्य संज्ञा अस्ति, तत्र धातुः मध्ये नकारस्य आगमः भवति. अतः वदि तत्र वन् वन् लाञ्चि लाञ्च् कपि कम्प् लम्बि लम्ब् इति भवति. तर्हि अत्र पश्यतु, अत्र पुनः अनिदितां हल उपधाया निति इति सूत्रेण तत्र यत् नकारः अस्ति उपधायां, तस्य लोपः न भवति, यतोहि तत्र सूत्रस्य प्रसक्तिः एव नास्ति, यतोहि अनिदितां नास्ति खलु, इदित् अस्ति. तर्हि अत्र भेदः अस्ति, यत्र अत्र कोऽपि प्रष्टुं शक्नोति अत्र वन्द मध्ये अनिदितां हल उपदायां निति इति सूत्रेण नकारस्य लोपः न भवति वा, तर्हि तत्र प्रसक्तिः एव नास्ति, यतोहि अनिदितां हल उपधाया निति इति सूत्रम् अनिदितां धातूनां कृते एव अस्ति। अत्र यत् नकारः यत् आगच्छति तत् इदित धातु कृते इदित नुम् धातोः इति सूत्रेण भवति, अतः तत्र अनिदताम् इति सूत्रस्य प्रसक्तिः एव नास्ति, अतः भ्रमः मा भवेत्। अस्तु अग्रे अग्रे अस्ति सुमन् महोदय, अग्रे पठतु। प्रश्नः उदेति खलु तत्र, ततः प्रश्नः उदेति यदि वदिं धातु नकारदेशः भवति एव तर्हि किम् अर्थं वन्द् मूलधातु न स्यात्। तथैव यदि लबि मकारः आयाति एव तर्हि किम् अर्थं लम्ब् इत्येव मूलधातु न स्यात्। उत्तरम् अस्ति यत् तत्र कतिचन कार्याणि सन्ति, यथा अनिदितां हल् उपधाया निति इत्यनेन यः धातु इदित् नास्ति तस्य धातोः उपधायां स्थितस्य नकारस्य लोपः स्यात् किति निति परे, परन्तु इदित् चेत् अस्माभिः यः नकारः आनीतः तस्य नकारस्य लोपः कस्यापि दशायां न लोपः कस्यापि दशायां न भवति। साक्षात् आरम्भतः नकारः अस्ति चेत् तस्य लोपः किति निति च भवति। यथा बन्द् धातु नकार उपस्थितः मूलधातौ, अतः किति निति परे नकारलोपः। युटि बन्धनम् नकारः उपस्थितः यतोहि युट् प्रत्यय कित् अपि नास्ति, मित् अपि नास्ति, परन्तु क्तान्त रूपं बद्ध नकारलोपः यतोहि क्त प्रत्यय कित् अस्ति। लभि धातोः इदितो नुम् धातोः इत्यनेन नुम् आगमः लम्ब अस्य नकारस्य लोपः किति निति न भवति, यथा क्तान्तरूप अस्ति लम्बितः। अत्र प्रश्न अस्ति, वयं तु पठितवन्तः इदित इदित् इदित् धातु अस्ति चेत् तत्र आगमः भवति इति, अतः इदानीं तु प्रश्न अस्ति नुम् आगच्छति एव चेत् तत्र किमर्थं नकार वा मकार धातौ एव न स्थापितम् इति, इत्युक्ते तत्र वदी अस्ति खलु, तत्र इकारस्य इत्संज्ञा लोपः अनन्तरं वद् भवति, अनन्तरं वन्द आदेशः भवति। इदानीं प्रश्नः अस्ति आरम्भे एव वदि किमर्थं वन्दि किमर्थं वन्द् किमर्थं नाम प्रश्नः अस्ति यत् यदि सर्वदा इदितो नुम् धातोः इति सूत्रेण नकारः आगच्छति एव तर्हि किमर्थं मूलधातौ एव नकारः न स्थापितम्। उत्तरम् अस्ति भिन्नसूत्रम् अस्ति अनिदतां हल् उपधायां किति निति, तेन सूत्रेण किं भवति इत्युक्ते अन् इदित् धातौ अन् अदित् धातोः परे किट् वा नित् प्रत्यय आगच्छति चेत् तत्र उपधायां स्थित नकारस्य लोप भवति. इदानीं तु उदाहरणम् अस्ति बन्ध धातु विषये, तत्र क्त प्रत्यय भवति बद् न तु बन्ध. इदानीं तु इदित् धातो अपि नकार आसीत् चेत् तत्र अपि नकारस्य लोपः भवति, किन्तु तानि रूपाणि दोष भवति, इष्टरूपाणि न भवन्ति. तर्हि सत्यं तर्हि किमस्ति, तर्हि प्रश्नः अस्ति खलु, इदितो नुम् धातुः इति सूत्रेण यदि सर्वदा इदित् धातुः अस्ति चेत् नकारः आगच्छति एव सर्वदा, तर्हि किमर्थं मूलसूत्रे एव नकारं न स्थापितं? प्रश्न सरलं भवति खलु. तर्हि तत्र तर्हि किमर्थं पाणिनिना लबि अथवा वदि इति धातु कृतः, न तु प्रथम एव लम्ब अथवा वन्द इति किं कृतं? तर्हि तत्र तस्य अस्ति यत् तत्र पाणिनिना दृष्टं यत् तथा यदि वयं कुर्मः चेत् रूपदोषः भवितुं शक्नोति कुत्र कुत्र. तर्हि अत्र सूत्रमस्ति न खलु, तत्र बन्ध अस्ति बन्ध, तत्र बन्धमध्ये नकारः मूलधातुः एव उपस्थितः अस्ति. तर्हि वयं जानीमः बन्धमध्ये तत्र बन्धमध्ये यत् ल्युट् इति अस्ति, ल्युट् तत्र बन्धनं भवति, तत्र नकारः उपस्थितः भवति, परन्तु यत् क्त प्रत्ययः अस्ति तत् बद्धः भवति, बद्ध तत्र नकारः अपगच्छति. तथा पाणिनिना द्रष्टं यत् कुत्रचित् बन्धमध्ये नकारः अस्ति कुत्रचित् नास्ति, अतः तेन अनिदितां हल उपधायानिति इति सूत्रं कृतं, यत् सूत्रं वदति यत् धातु अनिदितम् अस्ति चेत्, धातु अनिदितः अस्ति चेत् तस्य नकार मध्ये यत् उपधायमध्ये यत् नकारः अस्ति तस्य कितनित् प्रत्ययपरे लोपः भवति. तर्हि बन्धमध्ये नकारः बन्धमध्ये नकारः उपधायाम् अस्ति, अतः ल्युट् अस्ति तत् ल्युट् कित्नित् नास्ति, अतः लोपः न भवति बन्धनं. परन्तु क्त इति कित् प्रत्ययः अस्ति अतः तत्र नकारस्य लोपः भवति बद्ध इति भवति. परन्तु ये इदित् सन्ति अत्र वदीवत्र तत्र इदितो नुम् धातुः इति सूत्रेण यदा अनन्तरं नकारः मकारः आगच्छति तेषां लोपः कदापि न भवति. यथा ल्युट् मध्ये अपि लम्बनं क्तरूपमपि लम्बित इति. अतः किमस्ति यत् केचन धातवः सन्ति यत्र नकारलोपः कित् अस्ति नित् अस्ति इति आधारेण भवति न वा, परन्तु केचन धातवः सन्ति यत्र कदापि न भवति. तत्र भेदं कर्तुं पाणिनिना एतादृशी शैली तत्र स्वीकृता यत् यत्र नकारस्य लोपः भवति तत्र सः किं करोति, सः मूलधातुमध्ये औपदेशिकधातुमध्ये एव नकारः तेन स्थापितं, तदनन्तरम् अनिदितां हल उपधायनिति इति सूत्रं कृतं, येन सः वदति यत् कित्रित् अस्ति चेत् लोपः भवति, कित्रित् नास्ति चेत् लोपः न भवति. परन्तु यत्र सर्वदा नकारः तिष्ठति एव लोपः न भवति, यथा वन्द लम्ब मध्ये, तथा तेन किं कृतं तत्र धातुः मध्ये मूलरूपेण नकारं सः न स्थापयति, सः किं करोति धातु इदित् करोति, तदनन्तरम् इदितो नुम् धातोः इति सूत्रं तत्र लिखति, येन तत्र सर्वदा मकारः आगच्छति. तत्र तस्य मुख्य तस्य कारणमस्ति यत् सः वक्तुम् इच्छति यत् यत् मूलधातु मध्ये एव नकारः अस्ति चेत् तस्य कित्नित् प्रत्ययपरे लोपः भवति नो चेत् न भवति, कुत्रचित् भवति कुत्रचित् न भवति, परन्तु यत्र नकारः मकारः अनन्तरम् आगच्छति यथा इदुतुनुम् धातोः इति सूत्रेण नकारः मकारः अनन्तरम् आगच्छति तस्य लोपः कदापि न भवति, तत्तु तिष्ठति एव, कित् अस्ति वा नास्ति वा इति विषयः नास्ति। अतः केचन धातवः इदितः सन्ति यत्र इदुनुम् धातौ इति सूत्रेण अनन्तरं नकारमकारः आगच्छति यथा वदि लपि कपि लाञ्च, केचन धातवः सन्ति यत्र नकारः मूलतः एव उपधायाम् अस्ति यथा बन्ध, उभयत्र भिन्नभिन्नं कार्यं भवति, अतः सः भेदः। अवगच्छति वा सर्वे, अवगच्छन्ति वा सर्वे? तर्हि अनिताम् हल उपधायनीति एकं मुख्यसूत्रम् आसीत् यत् अस्माभिः पठितं, तत्र अस्माभिः पठितं यत् उपधायां नकारः अस्ति चेत् तस्य लोपः भवति दिवालीगणे, परन्तु तथैव भवति यदा सः नकारः मूलरूपेण अनिदित् धातुमध्ये अस्ति, यदि तद् नकारः अनन्तरम् इदित नुम् धातुः इति सूत्रेण यदि सः नकारः मकारः आगच्छति तस्य लोपः न भवति अनेन सूत्रेण, तस्य प्रसक्तिः न भवति इति। अस्तु तर्हि इदानीं समयः समाप्तः, अग्रिमरविवासरे सम्प्रसारणम् इति विषये चर्चां करिष्यामः। धन्यवादः।